अस्तु, अस्माकं विषयः अस्ति विभक्तीनाम् अभ्यासः. पुस्तकं विभक्तिवल्लरी, तत्र एतावता वयम् अभ्यासं कृतवन्तः. प्रथम द्वितीयविभक्तिः, तृतीयविभक्तिः च, एषां रूपाणि. इदानीं चतुर्थीविभक्तिः. तर्हि गृहपाठरूपेण उक्तमासीत् यत् अधुना वाक्यानि श्रावणीयानि यत्र चतुर्थीविभक्त्यन्तपदानि सन्ति. तर्हि लक्ष्मीभगिनी एकं वदति वा? अस्मभ्यं संस्कृतपठनं रोचन्ते. वाक्यं समीचीनमस्ति, यतोहि तत्र अस्माकम् अभ्यासः भविष्यति. इदानीम् एतदपि उक्तं यत् सर्वनाम्नः उपयोगः अपि करणीयः. तर्हि वाक्यं पुनः वदतु. अन्यं वाक्यं न, तदेव वाक्यम्. अस्मभ्यं संस्कृतपठनं रोचन्ते. अस्मभ्यं संस्कृतपठनं, इदानीं रोचते, यत्र रोचते नाम इच्छति खलु, रोचते तत्र यत् वयम् इच्छामः, तस्य प्रथमा विभक्तिः भवति. वयं चतुर्थीविभक्तौ. तर्हि इदानीं लक्ष्मीभगिन्या उक्तम् अस्मभ्यम्, इति सर्वनामपदं वयम् इत्यस्य चतुर्थीविभक्त्यन्तं पदम्. अस्मभ्यं संस्कृतपठनं इत्यस्य का विभक्तिः? प्रथमाविभक्तिः. अनन्तरं रोचते. इति क्रियपदं, क्रियपदस्य रूपं निर्णीयते वयं यत् इच्छामः तदनुगुणं. नाम संस्कृतपठनम् इत्यस्य वचनं किम्? एकवचनं. तर्हि रोचते अपि तथा. अस्मभ्यं संस्कृतपठनं रोचते. अस्मभ्यं पुस्तकानि पठति. न, रोचते इति पुस्तकानि पुनर्वदतु. रोचते इति रोचते, अस्मभ्यं पुस्तकानि रोचते. पुस्तकानि रोचन्ते. तत्र बहुवचने भवति. तत्र अस्मभ्यं नाम संस्कृतपठनं रोचते, पुस्तकानि रोचन्ते. तर्हि सर्वे एकम् उदाहरणं वदन्तु, रोचते इत्यस्य उदाहरणं सर्वे वदन्तु. इदानीं अभिनवमहोदय कृपया वदतु, रोचते. सर्वे चिन्तयन्तु. अस्मभ्यं छात्रेभ्य संस्कृतपठनं रोचते. समीचीनम्. सर्वे वदन्तु उदाहरणम्. अत्र सन्ध्या भगिनी? मह्यं निद्रां रोचते. मह्यं पुनः वदतु. मह्यं निद्रां रोचते. हा, किन्तु अत्र वयं यत् इच्छामः तस्य प्रथमा विभक्तिः, अत्र निद्राम् इत्यस्य का विभक्तिः? द्वितीया. सो मह्यं निद्रा रोचते. तथा भवति. मह्यं निद्रा रोचते. विश्वनाथमहोदय वदतु. बालकाय मधुरं रोचते. बालकाय मधुरं रोचते. बालकाय इत्यस्य का विभक्तिः? चतुर्थी. मधुरं? मधुरं द्वितीया विभक्ति. न न, अतः अहं पृष्टवान्, द्वितीया तु न भवति. का विभक्तिः अत्र? मधुरमिति का विभक्तिः? अहं द्वितीया व्यक्ति चिन्तयामि. सन्ध्या भगिनी वदतु, मधुरं का विभक्तिः अत्र? मधुरं द्वितीया विभक्तिः अस्ति. एवं? हा? एवं? एवं वा? आम्. मधुरम् इत्यस्य लिङ्गं किम्? अहं चिन्तितवती नपुंसकलिङ्गं. हा, नपुंसकलिङ्गशब्दः. मधुरं नपुंसकलिङ्गशब्दः अस्ति चेत् तत्र यथा वनम् इत्यस्य प्रथमविभक्त्यन्तं रूपं किं? वनमेव. द्वितीयविभक्त्यन्तं? हा, नाम परिवर्तनं न भवति खलु. तर्हि मधुरमपि तथा नास्ति वा? तथैव अस्ति. तर्हि भवती उक्तवती खलु मह्यं निद्रां रोचते, तदा अहं किम् उक्तवान्? निद्रां द्वितीया विभक्ति अस्ति. का विभक्ति अपेक्षिता? प्रथमाविभक्तिः. मह्यं निद्रा रोचते प्रथमा. तर्हि बालकाय मधुरं रोचते इत्यस्मिन् वाक्ये मधुरम् इत्यस्य का विभक्तिः? प्रथमाविभक्तिः. परन्तु अत्र प्रथमा. अत्र प्रथमा, अत्र द्वितीयं नास्ति. द्वितीयविभक्तेः रूपं समानम् इति पृथक् वार्ता अस्ति. अत्र प्रथमा विभक्तिः अस्ति, द्वितीयविभक्तिः नास्ति. मधुरं रोचते, संस्कृतपठनं रोचते, निद्रा रोचते, तत्र सर्वत्र प्रथमा विभक्तिः अस्ति. अस्तु, सुब्रह्मण्यमहोदय कृपया वदतु उदाहरणं. बालकः चलनचित्रं रोचते. चिन्तयतु, पुनः वदतु. बालकः इति वा? अत्र बालकाय चलनचित्रं रोचते. बालकाय चलचित्रम् अथवा चलनचित्रं रोचते. समीचीनम्. अस्तु, इदानीं सर्वे प्रकाशमहोदय वदति वा अथवा केवलं शृणोतु? तस्मै कार्यानं रोचते. तस्मै किं रोचते? कार्यानं. कार्यानं, हा, तस्मै कार्यानं रोचते. इति समीचीनमस्ति. वयम् अस्माकं तु चतुर्थी विभक्तिः भवति, यत् वयम् इच्छामः तस्य प्रथमा विभक्तिः भवति. अस्तु, समीचीनम्. अस्तु, अनन्तरम् अग्रे लक्ष्मीभगिनी अन्यत् वाक्यं वदतु. गतवासरे मम गृहे पूजा अभवत्, तदर्थं बहूनि मित्राणि अगच्छन्. तेभ्यः मित्रेभ्यः उपाहाराणि पानीयानि च दत्तवती. अत्र उपाहारः इति पुल्लिङ्गशब्दः अस्ति इति अहं मन्ये. उपाहाराः तेभ्यः मित्रेभ्यः उपाहाराः पानीयानि च दत्तवती. दत्तवती का दत्तवती? भवती? अस्तु, तर्हि एवमस्ति चेत् भूतकाले दत्तवती. तर्हि तत्र उपाहारः तस्य का विभक्तिः भविष्यति? उपाहाराः का विभक्तिः तत्र? द्वितीया. पृच्छति पानीयानि उपाहारान् च दत्तवती. अस्तु, समीचीनम्. इदानीं समीचीनमस्ति. अस्तु, अभिनव महोदय, एकं वाक्यं. युष्मभ्यं छात्रेभ्यः बहूनि योजनाः सन्ति. युष्मभ्यं छात्रेभ्यः बहूनि योजनाः सन्ति. योजनाः? आम्. तत्र योजना इति पदस्य लिङ्गं किं? स्त्रीलिङ्गं. तर्हि बहूनि इति तथा बहूनि नाम नपुंसकलिङ्गशब्दः. इदानीं बह्व्यः इति भवति. बह्व्यः, बहव्यः. बहु इत्यस्य बहुवचनान्तरूपं भवति स्त्रीलिङ्गे. बह्व्यः, ह व य, ह्व्यः, बह्व्यः. पुनः वदतु. युष्मभ्यं छात्रेभ्यः बह्व्यः योजनाः सन्ति. किन्तु सन्ति तत्र चतुर्थी विभक्तिः किमर्थम्? ओ, कस्य योजनाः? नाम युष्मभ्यं छात्रेभ्यः बह्व्यः योजनाः सन्ति. कः वदति वाक्यं? कः वदति? अभिनवमय, तत्र तद् वाक्यं कः वदति? तस्य अर्थः कः? अर्थं वदतु, तस्य अर्थं नाम किञ्चित् वदतु. अहं अवगन्तुम् इच्छामि. There are several schemes for you students. Several what? Schemes. Schemes. Astu. Astu, astu. Astu, bhavatu. Astu, anyat vakim kopi vadati. Va? Sandhya Bhargani vakim vadatu. Mahilayai lekanyaha anayami. तस्यै पुस्तकानि अपि आनयामि. अस्तु, वाक्यं समीचीनमस्ति. विश्वनाथमहोदय. अहं तस्मै बालकाय ग्रन्थं पठामि. अस्तु, वाक्यं समीचीनमस्ति. सुब्रह्मण्यमहोदय. सर्वे चिन्तयन्तु, प्रकाशमहोदय अपि चिन्तयतु. तत्र अस्माकं गृहपाठः आसीत् यत् चतुर्थीविभक्तिः नाम वाक्यं, वाक्यरचनं विशेषतः चतुर्थीविभक्त्यन्ते पदे अथवा चतुर्थीविभक्तेन पदेन सह तत्र सर्वनाम अपि भवति चेत् समीचीनं. सर्वनाम नाम बालकः, अहं बालकाय पुस्तकं ददामि, किन्तु सर्वनाम अस्ति चेत् अहं तस्मै बालकाय पुस्तकं ददामि. सः बालकः तस्मै बालकाय, अतः अन्यत् श्रोतुमिच्छामि. लक्ष्मी भगिनी वदतु. अहं मम कर्मकर्यै उपायनं दत्तवती. अस्तु, समीचीनं. विश्वनाथमहोदय अन्यत् वाक्यं. जनकः जनन्यै आभूषणानि नयति. समीचीनम्. इदानीं यदि वयं सर्वनाम संयोजयितुमिच्छामः, जनकः जनन्यै आभूषणानि आनयति, तत्र आनयति आनयति नयति नयति आनयति इति अनयोः भेदः कः? आनयति इत्युक्ते नयति कैरिङ्ग्. सत्यं. अत्र प्रायः आनयति खलु. तर्हि जनन्यै तत्र सर्वनाम संयोजयितुमिच्छामः चेत् सर्वनाम सा जननी, सा जननी अत्र चतुर्थी भवति चेत् जनन्यै, तर्हि सा किं भवति? तस्यै. तस्यै जनन्यै. वाक्यं पुनः वदतु. जनकः तस्यै जनन्यै आभूषणानि आनयति. वाक्यं समीचीनमस्ति. अस्तु, प्रकाशमहोदय एकं वाक्यमस्ति वा? न, न. अस्तु, चिन्तयतु. न न न, इदानीम् अहं वदामि. इदानीं करोतु. इदानीं करोतु. अस्तु, सुब्रह्मण्यं महोदय. नलिन्यै तिक्तः न रोचते. नलिन्यै किं न रोचते? तिक्तः न रोचते. तिक्तः. अस्तु. अनन्तरं अभिनवमहोदय अग्रे वाक्यम्. अध्यापकः ताभ्यः बालकाभ्यः क्रुध्यति. समीचीनं. सर्वे अवगतवन्तः वा? पुनः वाक्यं वदतु. अध्यापकः ताभ्यः बालकाभ्यः क्रुध्यति. समीचीनं. तत्र चतुर्थी विभक्तिः किमर्थं तत्र? क्रुध्यति. क्रुध्यति, यत्र क्रुध्यति अस्ति तत्र चतुर्थी विभक्तिः भवति. अस्तु, लक्ष्मी भगिनी अग्रे. लक्ष्मी भगिनी अस्ति वा? अस्तु, सन्ध्या भगिनी वदतु. कार्यालय नूतनवस्त्राणि आवश्यकम्, तेभ्यः वस्त्रेभ्यः आपणं गच्छामि. वाक्यं समीचीनमस्ति. अहं वाक्यं वदामि. अस्तु. केचन छात्राः अन्यछात्रेभ्यः ईर्ष्यन्ति अथवा असूयन्ति. अस्तु, समीचीनमस्ति. किन्तु अन्य इत्यस्य अपि चतुर्थी भवति खलु? आम्. पुनः वाक्यं वदतु. अन्यशब्दस्य चतुर्थीविभक्तिरूपं न जानामि. अनुमानं करोतु. अन्य सामान्यनामपदमस्ति अथवा सर्वनामपदम्? अन्येभ्यः छात्रेभ्यः प्रश्नः अस्ति यत् हा अत्र सर्वनाम अस्ति, सर्वनाम अस्ति. हा, यथा चतुर्थी बहुवचने यथा भवति, तत्र देवः इत्यस्य चतुर्थी बहुवचनं किं भवति? देवेभ्यः. हा, तर्हि अन्य कथं भविष्यति? अन्येभ्यः. हा, इदानीं वाक्यं वदतु. केचन छात्राः अन्येभ्यः छात्रेभ्यः असूयन्ति अथवा ईर्ष्यन्ति. हा, वाक्यं समीचीनम्. इदानीं वाक्यं समीचीनमस्ति. अस्तु, प्रकाशमहोदय, इदानीं वाक्यमस्ति वा? महोदय, अस्तु, सुब्रह्मण्यमहोदय. मित्रः तस्मै चित्रं दर्शयति. मित्रं हा, मित्रः न, मित्रः इत्युक्ते सूर्यः. पुनः वदतु. वाक्यं पुनः वदतु. मित्रं तस्मै चित्रं दर्शयति. हा, अस्तु, समीचीनमस्ति. हा, इति इति अस्माकं हा सर्वनामपदानि. हा, इतोपि किञ्चित् वदामः. सर्वनाम्नाम् अभ्यासः भवतु इति. हा, सन्ध्या भगिनी, इतोपि एकं वाक्यमस्ति वा? मम बुभुक्षाय वर्गं न गतवती, तस्यै बुभुक्षाय पठितुं. बुभुक्षा इत्यस्य लिङ्गं किं? बुभुक्षः न, बुभुक्षा. ओ, स्त्रीलिङ्ग. श्रीलिङ्गशब्दः अस्ति. सो तस्यै बुभुक्षायै पठितुं न शक्नोमि किं लिखितवती. तस्यै बुभुक्षायै ओ बहु धनम् आवश्यकम्. अस्तु, वाक्यं पुनः वदतु. मम बुभुक्षायै वर्गं न गतवती, तस्यै बुभुक्षायै बहु धनम् आवश्यकम्. अस्तु, इदानीं प्रथमवाक्यं पुनः पठतु. मम बुभुक्षायै वर्गं न गतवती. हा, अस्तु, न इदानीं हा भवतु अर्हति. किमर्थं तदर्थं हा भवतु अर्हति. अस्तु, समीचीनम्. अभिनवमनय, अग्रिमवाक्यं. तस्मै सस्याय जलं ददामि. तस्मै सस्याय. ओ, तस्मै तस्यै सस्याय. तस्मै तस्यै. आम्. ओ, पुनः वाक्यं पुनः वदतु. तस्मै सस्याय जलं ददामि. अत्र च इति वक्तव्यं. च तस्मै तस्यै च. नाम बालकाय बालकायै खलु तादृशः तस्मै तस्यै इति वदति वा जनद्वयमस्ति न जनद्वयं नास्ति पुनः वाक्यं वदतु तस्मै तस्याय जलं ददामि तस्मै तस्याय नाम किं नाम तस्याय न तस्याय तस्याय मीन्स् पौधा ओ सस् तत्र उच्चारणं भिन्नं भविष्यति सस्यमिति वा सस्यं तत्र तस्य चतुर्थी मम अन्यथा अवगमनं किमर्थं जातं भवतः तत्र हिन्दीभाषायाः प्रभावः तत्र उच्चारणं सम्यक् नास्ति उच्चारणं किं भवति सस्यम् इत्यस्य चतुर्थी विभक्त्यन्तं रूपं किं लक्ष्मी भगिनी वदतु लक्ष्मी भगिनी चिन्तयति नाम गम्भीरविषयः नास्ति गभीरविषयः नास्ति सस्यमित्यस्य चतुर्थी वदतु सस्याय हा तत्र अन्ते अकारः अस्ति खलु सस्यायै न वदामः तत्र सस्याय तस्याय हा इदानीं पुनः वाक्यं वदतु तस्मै सस्याय जलं ददामि हा इदानीं स्पष्टमस्ति स्पष्टमस्ति तत्र अकारः वक्तव्यः अकारः वक्तव्यः भवति अन्ते अकारः न भवति चेत् तत्र भिन्नदृश्यः भवति मनसि तस्यै नाम सा ते ताः इति सा सर्वनाम तस्य चतुर्थी किं सा तस्यै इति अहं शृणोमि स्म यत् दूरवाणी अस्ति खलु सकारः अहं न श्रुतवान् सकारं किन्तु सस्याय तस्यै सस्याय अस्तु तर्हि किञ्चित् अभ्यासम् अस्मिन् पुस्तके एव कुर्मः शीघ्रमेव कोऽपि किमपि वदति वा अस्तु इदानीं सुब्रह्मण्यमहोदय कृपया चतुर्थी तत्र पेज् 31 31 पुटे चतुर्थी विभक्तिः अस्ति तत्र पठतु कृपया यत्र प्रथमाभ्यासः यत्र दानक्रिया अस्ति तत्र यस्मै वयं किमपि दद्मः तस्य चतुर्थी विभक्तिः भवति उदाहरणं बलिः वामनाय भूमिं दत्तवान् अभ्यासः रामः कस्मै किं दत्तवान् इति अध्यस्तनकोष्टकस्य साहाय्येन लिखत प्रथम उदाहरणं प्रथमवाक्यं रामः पुत्राय युतकवस्त्रं दत्तवान् द्वितीयं रामः पुत्री शाटिका दत्तवान् रामः पुत्रै एकनिमेषः इदानीं सर्वनामपदं संयोज्य वदतु नाम रामः पुत्राय युतकवस्त्रं दत्तवान् रामः तस्मै पुत्राय युतकवस्त्रं दत्तवान् अत्र सर्वनाम्नः अभ्यासः अपि भवतु द्वितीयवाक्यं वदतु रामः पुत्री शाटिका दत्तवान् रामः तस्मै पुत्रै शाटिकां दत्तवान् पुनः वदतु रामः तस्यै तस्यै तस्यै इति उक्तवान् वा तस्यै रामः तस्यै पुत्र्यै शाटिकां दत्तवान् पुत्र्यै पुत्र्यै पुत्र्यै शाटिकां दत्तवान् दत्तवान् अभिनवमहोदय अग्रे अभिनवमहोदय रामः मित्र रामः तस्याय तस्मै मित्राय पुस्तकानि मित्राय मित्राय पुस्तकानि दत्तवान् पुनः वदतु रामः तस्मै मित्राय पुस्तकानि दत्तवान् अस्तु इदानीं विश्वनाथमहोदय रामः पालि धनं दत्तवान् रामः पत्नी रामः पत्न्यै धनं दत्तवान् रामः पत्न्यै धनं दत्तवान् इदानीं सर्वनाम सर्वनाम योजयतु तस्मै रामः रामः तस्यै पत्न्यै धनं दत्तवान् समीचीनं तस्यै पत्न्यै तस्यै पत्न्यै न्यै तस्मै तस्यै पत्न्यै अस्तु अग्रे सन्ध्या भगिनी रामः तस्यै कर्मकर्यै वेतनं दत्तवान् अस्तु प्रकाशमहोदय अस्ति वा हा अग्रिमं वदतु रामः तस्यै सेविकायै उपायनं दत्तवान् हा समीचीनम् अस्तु लक्ष्मी भगिनी अग्रे रामः भगिनी कण्ठहारं दत्तवान् रामः तस्यै भगिन्यै कण्ठहारं दत्तवान् अस्तु समीचीनमस्ति द्वितीय अग्रे प्रकाशमहोदय कृपया पठतु रमा रमा केभ्यः किं दत्तवती इति लिखत रमा भिक्षुकाः नाणकानि दत्तवती रमा भिक्षुकेभ्यः नाणकानि दत्तवती इदानीं सर्वनाम संयोजयतु तत्र रामः सख्यः मधुरं दत्तवती प्रथमम् उदाहरणे एव तत्र संयोजयतु सर्वनाम रमा तेभ्यः भिक्षुकेभ्यः नाणकानि दत्तवती समीचीनम् इदानीं विश्वनाथमहोदय अग्रे रमा ह्यः मधुरं दत्तवती रमा ताभ्य सख्यभ्यः मधुरं दत्तवती रामः एकनिमेषः तत्र रमा पुनः वदतु रमा ताभ्यः सख्यभ्यः सख्याभ्यः न तत्र किं भवति सख्याभ्यः न भवति रूपं किं चाट् पश्यतु कोष्टकं अस्तु, तावता सन्ध्या भगिनी अग्रिमं करोतु. रमा सर्वे पानीयं दत्तवती. रमा सर्वेभ्यः सर्वनाम नास्ति. सर्वे स्वयं सर्वनाम अस्ति. ओ अस्ति. आम् तेभ्यः सर्वेभ्यः पानीयं दत्तवती. हा, तेभ्यः सर्वेभ्यः पानीयं दत्तवती. समीचीनम्. अस्तु, विश्वनाथमहोदय वदति वा अग्रिमं पुनर्वदतु. न शक्यः, अहं न त्यजामि. रमा रमा ताभ्यः सभीभ्यः ताभ्यः सखि. हा, पुनः वदतु. समीचीनं. रमा समीभ्यं समीभ्यः मधुरं दत्तवती. न हा, पुनः रमा रमा ताभ्यः सखीं. हा हा, सत्यं. मधुरं दत्तवती. सखी मधुरं दत्तवती. न सखी इत्यस्य तत्र चतुर्थी भवति. वदतु, सहायं कोऽपि करोतु. तत्र ताभ्यः किं भवति? सखी सखीभ्यः सखीभ्यः. रमा ताभ्यः सखीभ्यः मधुरं दत्तवती. अस्तु, सुब्रह्मण्यमहोदय अग्रे. रमा ते उपाहारं दत्तवती. रमा ताभ्य उपाहारं दत्तवती. ते इत्यस्य चतुर्थी. ते चतुर्थी. तेभ्यः रमा तेभ्यः उपाहारं दत्तवती. अस्तु, समीचीनं. सन्ध्या भगिनी अग्रे. रमा महिलाः फलं दत्तवती. रमा ताभ्यः महिलाभ्यः फलं दत्तवती. अस्तु, लक्ष्मी भगिनी अग्रे. रमा बान्धवाः ताम्बूलं दत्तवती. रमा ताभ्यः रमा तेभ्यः बान्धवेभ्यः ताम्बूलं दत्तवती. समीचीनमस्ति. हा, इदानीं रोचते. रोचते. अस्तु, किञ्चित् कुर्मः. प्रकाशमहोदय अग्रे पठतु कृपया. रोचते. रोचते इति यत्र प्रयोगः तत्र यस्मै रोचते तस्य चतुर्थी विभक्ति भवति. यत् रोचते तस्य तु प्रथमविभक्ति एव. उदाहरणं, रामाय मधुरं रोचते. अधस्तनचित्रस्य साहाय्येन किं कस्मै रोचते न रोचते इति लिखत. कार्यम् अत्र सर्वत्र अकारः, यत्र अकारः अस्ति तत्र वक्तव्यम् अस्ति. लिखत इति लिखत लिखत. अग्रे. अत्र चित्रमस्ति तत्र चित्रं दृष्ट्वा कार्यं रामाय कार्यं रोचते. हा, इदानीं सर्वनाम वदतु रामाय इत्यस्य. रामाय तस्मै कार्यं रोचते. हा, समीचीनम्. अस्तु, द्वितीयं वाक्यं सन्ध्या भगिनी. चित्रं पश्यामः. हा हा, चित्रं पश्यतु. भगिन्यै कार्यं न रोचते. तस्यै भगिन्यै कार्यं न रोचते. अस्तु, लक्ष्मी भगिनी अग्रे. पठनं सीता न रोचते. तस्यै सीतायै पठनं न रोचते. अस्तु, अग्रे विश्वनाथमहोदय अग्रे. पठनं नलिनी रोचते. तस्मै तस्यै नलिन्यै पठनं रोचते. अस्तु, समीचीनम्. इदानीं सुब्रह्मण्यमहोदय अग्रे. लेखनं श्रीश रोचते. लेखनं तस्मै श्रीशाय रोचते. अस्तु, इदानीं प्रत्येकं वाक्यद्वयं करोतु, अतः अग्रिममपि करोतु महोदय. लेखनं तस्मै श्रीशाय न रोचते. भीमाय भीमाय न रोचते. अस्तु, अभिनवमहोदय अग्रे. अभिनवमहोदय. अस्तु, तर्हि प्रकाशमहोदय. पाकः पुत्रः न रोचते. तस्मै पुत्राय पाकं न रोचते. पाकः पाकः न रोचते. अस्तु, इदानीं पुत्री करोतु. पुत्री पाकः पुत्री रोचते. तस्यै पुत्र्यै पाकः रोचते. हा, समीचीनमस्ति. अस्तु, लक्ष्मी भगिनी अग्रे. रोटिका चन्द्रः रोचते. तस्मै चन्द्राय रोटिका रोचते. रोटिका सूर्यः रोचते. तस्मै सूर्याय रोटिका रोचते. अस्तु, हा, अस्तु, समीचीनमस्ति. इदानीम् अग्रे गच्छेम, एतत् पर्याप्तमस्ति. इदानीं नमः, यत्र नमः भवति तत्र चतुर्थी अस्ति. देवाय नमः. तस्मै देवाय नमः. अस्तु, प्रथमं सन्ध्या भगिनी प्रथमं करोतु. उदाहरणं वदतु. देवाय नमः. रामभक्ताः ओ ओके रामभक्ताः रामाय नमः इति वदन्ति नमः ओ नमः अपि च सर्वनाम संयोजयतु रामभक्ताः तस्मै रामाय नमः इति वदन्ति अस्तु द्वितीयं करोतु शिवभक्ताः तस्मै शिवाय नमः इति वदन्ति अस्तु विश्वनाथमहोदय अग्रे दुर्गभक्ताः तस्मै दुर्गायै नमः इति वदन्ति समीचीनमस्ति अस्तु अग्रे सुब्रह्मण्यमहोदय देवीभक्ताः नमः इति वदन्ति देवीभक्ताः तस्यै देव्यै नमः इति वदन्ति अस्तु समीचीनम् अग्रे अभिनवमहोदय अग्रे अग्रिमपाठः कृत्यति आग्नेयभक्ताः तस्मै आग्नेयाय नमः इति वदन्ति न न पुनः वाक्यं वदतु आञ्जनेयभक्ताः आञ्जनेयभक्ताः तस्मै आञ्जनेयाय नमः इति वदन्ति अस्तु अग्रिमभागः क्रुध्यति चतुर्थभागः क्रुध्यति अग्रिमभ्यासः अहं वदामि वदतु रामः राकेशाय क्रुध्यति कुत्र रामः वाण्ये द्रुह्यति सर्वनाम संयोज्य रामः तस्मै राकेशाय क्रुध्यति रामः तस्यै वाण्ये द्रुह्यति अस्तु समीचीनं लक्ष्मी भगिनी अग्रे गीता तस्मै राकेशाय क्रुध्यति अस्तु अग्रे सन्ध्या भगिनी कुत्र गीता कुत्र वाणी न किम् एक्सर्सैस् न पश्यामि चतुर्थः कुत्र गतवती खादितुं 34 अत्र चतुर्थः अभ्यासः 35 ओ गीता गीता रामाय द्रुह्यति सर्वनाम गीता तस्मै रामाय द्रुह्यति अस्तु विश्वनाथमहोदय अग्रे वाणी वाणी तस्यै तस्यै गीतायै ईर्ष्यति. अस्तु, समीचीनम् इति वार्ता अस्ति. इदानीम् अग्रे गच्छेम. अन्ते तत्र न सर्वनाम्नः अभ्यासः अपि नास्ति. मुरारये न न तत्र न अपेक्षितमस्ति. अस्तु, द्रष्टुं शक्नुमः अत्र हरिशब्दः, गुरुशब्दः, पितृशब्दः, कर्तृशब्दः, तत्र कौष्टिकमस्ति. सर्वे पश्यन्तु एकवारम्. न अत्र सर्वनाम्नः अभ्यासः अस्ति. एतस्मै, एतस्मै, एतत् सर्वं वयं कृतवन्तः. अस्तु, अधोनिर्दिष्टं कौष्टिकं पठत. चतुर्थ्यन्तानि रूपाणि हरये हरिभ्यः, पुल्लिङ्गे हरये हरिभ्यः, तत्र यत्र इकारान्तपदम् अस्ति तत्र तथा भवति. हरये हरिभ्यः, गुरुः अस्ति गुरवे गुरुभ्यः, ऋकारान्तः अस्ति पित्रे पितृभ्यः. अनन्तरम् अत्र पितृकर्तृ, तत्र भेदः अस्ति. यतो हि तत्र कुटुम्बः अस्ति चेत् पितृ इव, कुटुम्बः नास्ति चेत् कर्तृ. कर्ता कर्तारो कर्तारः, पितृ पित्रौ पितरः, तत्र भेदः अस्ति. तर्हि पित्रे पितृभ्यः, कर्त्रे कर्तृभ्यः. अत्र स्त्रीलिङ्गे मतिशब्दः, मतिशब्दः मत्यै, मतिभ्यः मत्यै, मत्यै शब्दः अत्र विकल्पेन मतये इति इकारान्तः दिनवे. अत्र विकल्पेन भवति मत्यै अथवा मतये विकल्पेन भवति. गुरु धेनुः अपि धेन्वै अथवा धेनवे, तत्र विकल्पः अस्ति. अनन्तरं नपुंसकलिङ्गे दध्ने दधिभ्यः, मधुने मधुभ्यः. तर्हि किञ्चित् पश्येम. अत्र एकवचने बहुवचने च. कविः लक्ष्मीभगिनी प्रथमं करोतु. कविः, कविः कवये कविभ्यः. द्वितीयं वदतु. बन्धुः बन्धवे बन्धुभ्यः. अस्तु, अग्रे अभिनवमहोदय अग्रे. अवधि अवध्ये अवध्यः. अवधि किं भवति? अवध्ये न अवधि पुल्लिङ्गशब्दः. ओ, पुल्लिङ्गशब्दः. अवध् अवधये अवधिभ्यः. हा, अस्तु, अग्रिमं करोतु. भ्राता भ्रात्रे भ्रातृभ्यः. अस्तु, प्रकाशमहोदय अग्रे. वक्ता वक्त्रे वक्तृभ्यः. अस्तु, अग्रिमं. सुमतिः सुमत्ये सुमतीभ्यः. अस्तु, सुब्रह्मण्यमहोदय अग्रे. अभिरुचिः अभिरुचये अभिरुचिभ्यः. अग्रिमं करोतु. परशुः परशवे परशुभ्यः. अस्तु, समीचीनमस्ति. सन्ध्या भगिनी अग्रे. याता यात्यै. न न, अत्र याता इति मूलरूपमस्ति यात्र. ओ, यात्रे यातृभ्यः. समीचीनमस्ति. अस्तु, विश्वनाथमहोदय अग्रे. सुक्तिः सूक्तिः सूक्तै सूक्तिभ्यः. एकवचने किं सूक्ति? पुनः रूपं वदतु. चतुर्थी सूक्तिः सूक्तै. न न, सूक्तै नहि, तत्र यकारः मध्ये अस्ति खलु, य सूक्त्यै सूक्त्यै. अस्तु, समीचीनम्. इदानीं कथा अस्ति, कथां पठामः, सम्यक्तया पठामः. इदानीं अर्धघण्टा अस्ति, कथा पश्यामः. अत्र कीलुत्पाटिवान् अनन्तरम् अस्ति. अस्तु, यद्भविष्यो विनश्यति. यद्भविष्यो विनश्यति. अस्तु, प्रकाशमहोदय कृपया पठतु. सर्वेषां पुरतः अस्ति कथा? अस्तु, प्रकाशमहोदय कृपया. कस्मिंश्चित् जलाशये कस्मिंश्चित् जलाशये अनागतविदाता प्रत्युत्पत्रमति यद्भविष्यः इति त्रयः मीनाः आसन्. ते स्व अनुचरैः सह सुखेन जीवन्ति स्म. हा, अस्तु. अत्र त्रयः मीनाः सन्ति, तेषां नामानि अपि सन्ति. यद्भविष्यः, यद्भविष्यः इति नाम, तत्र तस्य अर्थः कः? कोऽपि अर्थः अस्ति खलु यद्भविष्यः इति नाम? कोऽपि वदति वा यद्भविष्यः इति अस्य अर्थः कः? ऐ केन् से इन् इङ्ग्लिश्? न न, नाम यद्भविष्यः नाम अहं वदामि, यः यत् भविष्यति तत् भविष्यति इति मत्वा स्वयं किमपि न करोति. अवगच्छति वा? यद्भविष्यः नाम यद्भविष्यति, यद् भविष्यति तत् भविष्यति इति चिन्तयित्वा स्वयं किमपि न करोति. यतोहि सः वदति यत् यत् भविष्यति भविष्यति, अहं किमपि कर्तुं न शक्नोमि. अवगतं वा? भवती वक्तुं शक्तवती खलु? अस्तु, अग्रिम नाम अनागतविधाता. भवती वदतु. अनागतविधाता. आङ्ग्लभाषायां? न न, आङ्ग्लभाषायां न. अस्तु, अनुभवम् अभिनवमहोदय वदतु. न जानामि. अनागतविधाता, अनागत अनागतविधाता. कोऽपि वदति वा? आगत आगतं, यत् आगतम् इति जानीमः खलु, यत् आगतमस्ति. अनागत, यत् अनागतं तत् नागतमस्ति. अनागतं, यत् नागतमस्ति तत् अनागतमस्ति. विधाता यः विधानं करोति तर्हि यत् यत् एतावत् पर्यन्तं न आगतमस्ति तस्य परिवर्तनं कर्तुं प्रयतते तत् आनेतुं प्रयत्नं करोति अनन्तरं प्रत्युत्पन्न मतिः अतः कः प्रत्युत्पन्नमतिः यः आपत्काले प्रत्युत्पन्न यः आपत्काले स्वमत्या किमपि उपायं चिन्तयति अवगच्छति वा आपत्काले स्वस्य मतिः स्वस्य चिन्तनेन किमपि उपायं चिन्तयति कर्तुमिच्छति अस्तु त्रयः मीनाः आसन् ते स्व अनुचरैः सह सुखेन जीवन्ति स्म अस्तु प्रकाशमहोदय अग्रे एकदा केचन दीवाराः तस्य धीवराः तस्य जलाशयस्य समीपम् आगतवन्तः धीवरः नाम मीन फिश्मेन् यः मीनं ग्रहीतुमिच्छति खलु ग्रहीतुमिच्छति अग्रे तदा सायङ्कालसमयः जलाशयं दृष्ट्वा धीवराः परस्परम् उक्तवन्तः एतस्मिन् जलाशये बहवः मीनाः तु सन्ति परन्तु इदानीं तेषां ग्रहणं कष्टकरम् अतः वयं श्वः प्रातःकाले अत्र आगत्य एतान् गृहीष्यामः इति अनन्तरं ते गतवन्तः च तर्हि अस्मिन् किम् अभवत् सुब्रह्मण्यमहोदय वदति वा कष्टं कष्टम् अर्थः अवगतः वा एकदा केचन धीवराः तस्य जलाशयस्य समीपम् आगतवन्तः अनन्तरं किम् अभवत् वदतु ते धीवराः जलाशयं दृष्ट्वा परस्परं सम्भाषणं करोति तस्मिन् जलाशये मीनाः बहवः सन्ति तत्कारणम् इदानीं ग्रहणं कष्टतरं श्वः प्रातःकाले आगत्य मीनानि ग्रहीत्यम् इति सम्भाषितवन्तः अनन्तरं गच्छन्ति हा कष्टकरम् इदानीं ग्रहणं कष्टकरं किमर्थं ग्रहणं न ग्रहणी ग्रहणं न करणं शक्नोमि किमर्थम् इदानीं किमर्थं प्रायः अस्तु अग्रे इदानीं लक्ष्मीभगिनी अग्रे धीवराणां सम्भाषणं श्रुत्वा अनागतविधाता उक्तवान् भोः धीवराणां वचनं श्रुतं किल ते श्वः आगमिष्यन्ति अत्र अत्र स्थास्यामः चेत् अवश्यम् अस्माकं मरणं भविष्यति. अतः वयम् इदानीम् एव अन्यजलाशयं गच्छामः इति. कः उक्तवान्? अनागतविधाता. तर्हि अनागतविधाता, तस्य नाम इति नाम्नः अर्थः कः? मीनम् अनागतविधाता, तस्य नाम किमर्थं सः उक्तवान्? किमर्थं यद् भविष्यः इति न? अर्थमहं सूचितवान् अनागतविधाता, तस्य चिन्तनं किम्? अस्तु भगिनी वदतु, तस्य चिन्तनं किम्? किम् उक्तवान्? प्रथमम् आङ्ग्लभाषायां वक्तुमिच्छामि. न, तस्य आवश्यकता नास्ति. आङ्ग्लभाषायाः तस्य भवत्याः आङ्ग्लभाषाशैली अस्ति इति अहं जानामि. प्रमाणं न अत्र भवती वदतु, अत्र अनागतविधाता किं वदति प्रथमम्? अत्र श्वः धीवराः आगमिष्यन्ति, तदर्थम् अत्र स्थातव्यं चेत् स्थास्यामः चेत् अस्माकं मरणं भविष्यति, तदर्थं वयम् अन्यत् जलाशयं गन्तुमिच्छामि. अत्र जलाशयः इति पुल्लिङ्गशब्दः, जलाशयः इति पुल्लिङ्गशब्दः अत्र द्वितीयविभक्तिः. पुल्लिङ्गशब्दः अत्र प्रथमाविभक्तौ अन्यः, द्वितीयविभक्तौ अन्यम्. अन्यम् इदानीं नपुंसकलिङ्गशब्दः अस्ति चेत् रूपं किम्? अन्यं जलाशयम्. न, अत्र मकारः न भवति तत्र. यथा सर्वनाम अस्ति खलु, तत्ते तानि तत्ते तानि, अतः अत्र अपि तथा. अन्यत् जलाशयम्. न, नपुंसकलिङ्गशब्दः अस्ति चेत् अत्र पुल्लिङ्गशब्दः, अत्र पुल्लिङ्गशब्दः अन्यम्. अन्यं पुंलिङ्गशब्दः द्वितीयविभक्ति, नपुंसकलिङ्गशब्दम् अस्ति चेत् अन्यत् भवति. यथा अन्यत् पुस्तकम्. अत्र न तथा पुल्लिङ्गशब्दः. अस्तु विश्वनाथमहोदय, कृपया. प्रत्युति उक्तवान् सत्यं, शीघ्रमेव अन्यत्र गच्छामः इति. प्रत्युत्पन्न प्रच्युन्न प्रच्युन्न प्रत्युत्पन्नमतिः प्रत्युत्पन्नमति उक्तवान् सत्यं, शीघ्रमेव अन्यत्र गच्छामः इति. द्वितीयं मीनम् उक्तवान् भोः शीघ्रमेव अन्यत्र गच्छामः. सत्यं. अस्तु, सन्ध्या भगिनी अग्रे पठतु। सन्ध्या भगिनी अस्ति वा? तदनन्तरं परन्तु यद्भविष्यः एतत् श्रुत्वा उच्चैः हसितवान् उक्तवान् च भोः भवतोः बुद्भिः इव भवतोः बुद्धिः एव नास्ति कस्यचित् धीवरस्य वचनेन एतम् उक्तं चला उत्तमं जलाशयं परित्यज्य किमर्थं गच्छामः अत्र प्रश्नः अस्ति वा? परन्तु यद्भविष्यः एतत् श्रुत्वा उच्चैः हसितवान्। किमर्थं हसितवान्? उक्तवान् च भोः भवतोः बुद्धिः एव नास्ति कस्यचित् धीवरस्य वचनेन एवम् उत्तमं जलाशयं परित्यज्य किमर्थं गच्छाम इति वदति। तस्य प्रकाशमहोदय, तस्य अर्थः कः? किमर्थं तथा वदति? वदति एतत् जलाशयं उत्तममस्ति, किमर्थम् अन्य जलाशयं गच्छामः इति स वदति। हा, सत्यम्। इदानीं यद्भविष्यः, यद्भविष्यस्य नाम्नः अर्थः कः? सुब्रह्मण्यमहोदय वदतु। यद्भविष्यः नाम्नः अर्थः यद्भविष्यति तद् भविष्यति, अहं किमपि न कर्तुम् इच्छामि। किमर्थं किमपि कर्तुं न शक्नोमि? न शक्नोमि। हा, अस्तु, अग्रे। हा भगिनी, अग्रे पठतु कृपया एतत्। एतत् न उचितम्। अस्माकम् आयुः अस्ति चेत् अत्र तिष्ठामः चेदपि जीवामः एव, आयुः नास्ति चेत् अन्यं गच्छामः, अन्यत्र गच्छामः चेदपि अस्माकं मरणं भविष्यति एव। अहं तु कुत्रापि न आगच्छामि, भवन्तः यथा इच्छन्ति तथा कुर्वन्तु इति। अस्तु, अभिनवमहोदय अग्रे। तदनन्तरम् अनागत विधाता पत्युत्पन्नमतिः च रात्रौ एव ततः अन्यं जलाशयं गतवन्तौ। प्रातःकाले ते धीवराः तत्र आगतवन्तः। तस्मिन् जलाशये स्थितान् सर्वान् अपि मीनान् गृहीतवन्तः, यद्भविष्यः अपि तैः गृहीतः मारितः च। अनागत विधाता च प्रत्युत्पन्नमतिस्तथा द्वावेतो सुखमेधेते यद् भविष्यो विनश्यति. हा, इति श्लोकः अस्ति. तर्हि अत्र श्लोकस्य अर्थः कः? अनागतविधाता च प्रत्युत्पन्नमति मतिस्तथा तथा सन्ति. हा, प्रत्युत्पन्नमतिः तथा. अनन्तरं द्वावेतो नाम द्वौ, अत्र सन्धिः अस्ति. द्वौ एतौ सुखम् इति एकं पदमस्ति. सुखम् अनन्तरम् एधेते यद्भविष्यः विनश्यति. एधेते इत्युक्ते सुखम् एदेते नाम अग्रे वर्धते, अग्रे गच्छति. सुखम् एदेते, एदति नाम अग्रे सरणम्. एतौ द्वौ सुखं सुखेन जीवन्ति, जीवनः. द्वौ सुखम् एदेते सुखेन. किन्तु यद्भविष्यो विनश्यति, यद्भविष्यः विनश्यति इति तत्र विसर्गसन्धिः अस्ति. अस्य अर्थः कः? अभिनवमेव वदतु. तदनन्तरं अनागतविधाता एवं पत्युत्पन्नमतिः, लेखनदोषः अस्ति. प्रत्युत्पन्नमतिः तत् जलाशयं तत् जलाशयात् तस्मात् जलाशयात् प्रस्थितवन्तौ. हा, रात्रौ इति अस्य का विभक्तिः? रात्रौ वयम् अनुमानं कर्तुं शक्नुमः यदि रूपं न जानीमः. सप्तमी अस्ति, सप्तमी अस्ति. प्रातःकाले धीवराः आगतवन्तः, सर्वान् मीनान् गृहीतवन्तः च. यद्भविष्यः अपि गृहीतवन्तः, गृहीतः. यद्भविष्यः गृहीतः कर्मणि अस्ति. हा, यद्भविष्यः गृहीतः अत्र कर्मी प्रयोगः, कर्तृप्रयोगः इति अर्थः. अत्र कर्मणि प्रयोगे अस्ति, अत्र पेसिव् वोयिस् यद्भविष्यः वास् आल्सो केप्चर्ड् तैः तैः. अत्र अहं वदामि, एक्टिव् वोयिस्, पेसिव् वोयिस्, कर्तृप्रयोगः, कर्मणि प्रयोगः. कर्तृप्रयोगः एक्टिव् वोयिस्, तत्र सूत्रमस्ति एकं द्वे एकम्. एकं नाम कर्तृपदं प्रथमाविभक्तौ अस्ति. द्वे नाम कर्मपदं द्वितीयविभक्तौ अस्ति. एकं नाम क्रियापदं कर्तृपदस्य अनुगुणं भवति. एकवचने, बहुवचने, यत्किमपि भवतु, क्रियापदं कर्तृप्रयोगे नाम बालकः गच्छति, बालकाः गच्छन्ति. अत्र कर्तृप्रयोगः एक्टिव् वोयिस्, अतः कर्तृपदं बहुवचने अस्ति चेत् क्रियापदमपि बहुवचने अस्ति. बालकः गच्छति, बालकाः गच्छन्ति. नाम बालकः विश्वविद्यालयं गच्छति, बालकाः विश्वविद्यालयं गच्छन्ति. इदानीं विश्वविद्यालयः तत्र बहुवचने अस्ति चेदपि क्रियापदं बहुवचने न भवति. बालकः विश्वविद्यालयान् गच्छति एकवचने. यतो हि यथा कर्तृपदं तथा तथा क्रियपदम्. अतः वयं वदामः एकं द्वे एकम्. एकं नाम कर्तृपदं प्रथमविभक्तौ, कर्मपदं नाम द्वितीयविभक्तौ, द्वे नाम कर्मपदं द्वितीयविभक्तौ, अनन्तरम् एकं नाम क्रियपदं यथा क्रियपदं यथा कर्तृपदं तथा क्रियपदं भवति. अत्र कर्मणि प्रयोगः त्रीणि एकमेकं. कर्तृपदं तृतीयविभक्तौ, कर्मपदं प्रथमविभक्तौ, क्रियपदं यथा कर्मपदं भवति तथा. तर्हि अत्र तैः तैः कैः तृतीय बहुवचनं कैः नाम धीवरैः धीवरैः तैः हा ते इति धीवराः तैः धीवरैः यद्भविष्यः अपि गृहीतः. अतः अत्र तैः इति क्रिय इति कर्तृपदमस्ति. तैः इति कर्तृपदं धीवराः. यद्भविष्यः कर्मपदं प्रथमाभक्तौ अस्ति. अनन्तरं गृहीतः इति कर्तृ इति क्रियापदं कर्मपदस्य अनुगुणमस्ति. कर्मपदम् इति यद्भविष्यः एकवचने अस्ति, अतः गृहीतः अपि एकवचने अस्ति. तैः इति बहुवचने अस्ति, किन्तु कर्तृपदम् अतः कोऽपि प्रभावः नास्ति कर्मणि प्रयोगे क्रियापदस्य उपरि. बहु किमपि शीघ्रं मया उक्तं. यदि न अवगतवन्तः तत्र न कापि चिन्ता. अग्रे गत्वा वयं बहु किमपि वदिष्यामः तस्मिन् विषये. किन्तु आक्टिव् पेसिव् वाय्स् इति विषयः. तर्हि अत्र यद्भविष्यः इति सन्ध्याभगिनी यद्भविष्यः किं कृतवान् अस्मिन् अस्यां कथायां? किञ्चिदपि न अवगच्छामि. किमपि न अवगच्छति? कथाम् अवगच्छति वा? No, अहं कथां न अवगच्छामि. I tried looking up all the words I didn't know as you were reading it, so I got lost. तस्मात् पूर्वं करोति चेत् नाम वर्गात् पूर्वम् एतत् सर्वं पश्यति चेत् सुलभमस्ति. प्रकाशमहोदय, अस्याः कथायाः अर्थः कः? भवानेव श्रावयतु आरम्भे. प्रकाशमहोदय श्रावयतु स्वीयैः शब्दैः किमपि श्रावयतु. अनन्तरं सुब्रह्मण्यं महोदय, अनन्तरं अभिनवमहोदय, अनन्तरं लक्ष्मीभगिनी. प्रकाशमहोदय, कथायाः अर्थः? कथायाः अर्थः यदि आरम्भतः मोरल् आफ़् द स्टोरि इति न, तत् अनन्तरं दर्शामः. कस्मिंश्चित् जलाशये त्रयमीनः अस्ति जलाशये सन्ति सन्ति तेन नाम अनागतविदाता प्रत्युत्पन्नमतिः यद् भविष्यः इति नाम. अत्र नाम इति शब्दः देवशब्दवत् नास्ति. देवशब्दः इव नास्ति. अत्र नामशब्दः तत्र नाम इति अस्य बहुवचनान्तरूपं नामानि. तेषां नामानि. अस्तु, समीचीनम्. अग्रे वदतु. अस्तु, सुब्रह्मण्यमहोदय वदतु. तस्य जलाशयस्य समीपं केचन धीवराः आगच्छन्ति. धीवराः धीवराः आगच्छन्ति तत् समये सायङ्कालम् अस्ति. सन्ध्या भगिनी अवगच्छति धीवरः? आम् जलाशयः. आम् मीनः? आम् अस्तु तर्हि भवती जानाति. अस्तु अग्रे सुब्रह्मण्य महोदय अग्रे. तत् जलाशयं दृष्ट्वा ते धीरः सम्भाषणं करोति. एतस्मिन् जलाशये बहवः मीनाः सन्ति चेत् अहम् एतत् समये सायङ्कालमस्ति, मीनं ग्रहीणं कष्टतरमस्ति, वयं श्वः प्रातः जलाशयसमीपे आगच्छन्ति, मीना एतान् मीनान् ग्रहीतुम् इति सूचयति. एतान् अनन्तरं ते गतवन्तः. अनन्तरं गच्छति. अभिनन्दनम् अग्रे. एतावत् तत् सन्ध्या भगिनी अवगच्छति वा? आम् अस्तु अग्रे अभिनन्दनम्. एतत् श्रुत्वा अनागत विधाता उक्तवान् धीवराः प्रातःकाले आगतवन् आगमिष्यन्ति, अतः वयं एतत् एषं जलाशयं त्यजनं कुर्वन्ति इति. प्रत्युत्पन्नमतिः अनागतविधातायाः समर्थनम् अकरोत्. अनागतविधातुः समर्थनम् अकरोत्. हा समीचीनम् अस्तु. इदानीं लक्ष्मी भगिनी. परन्तु तृतीयमीनः यद्भविष्यः एतत् सम्भाषणं श्रुत्वा उच्चैः हसति. अनन्तरं सः उक्तवान् अस्माकम् आयुः अस्ति चेत् अत्र तिष्ठामः चेदपि वयं जीवामः, आयुः नास्ति चेत् अन्यत्र जलाशयं गच्छामः चेदपि अस्माकं मरणं भविष्यति. तदर्थम् अहं कुत्रापि न आगच्छामि. भवन्तः यथा इच्छन्ति तथा कुर्वन्तु. एतत् उक्त्वा सः किमपि कर्तुं न इच्छति. तदनन्तरम् अनागतविधाता प्रत्युत्पन्नमतिः अन्यत्र जलाशयं गतवन्तौ. अन्ते किम् अभवत्? हा प्रकाश महोदय. प्रकाशमहोदय इदानीमपि सः गतवान् वा? अस्तु अभिनवमहोदय अन्ते किम् अभवत्? अन्ते ते धीवराः प्रातःकाले आगतवन्तः, जलाशये स्थितान् सर्वान् मीनान् गृहीतवन्तः मारितवन्तः च, यद्भविष्यः अपि गृहीतः मारितः अस्तु इदानीं सन्ध्या भगिनी अवगच्छति अथवा प्रश्नः अस्ति वा अहं स्मरामि एतत् कथं हा किन्तु भवती उक्तवती यत् अहं न अवगच्छामि अवगच्छति इदानीम् अवगच्छामि अहं न अहं चिन्तितवती अनागतविदाता नाम नास्ति पदा अस्ति सो नाम अस्ति हा अनागतविधाता Anagatavidata means who that person who's person who's ready to change things in the future, ready to do something to make things different. Yeah, I got caught up with the names and I lost the story. Could you catch the meaning of the name? Anagata. Anagata nam means that which has not come up till now. Okay. Vidhata means ordainer. So the ordainer of ordainer of those things which has not happened up till now. I mean somebody who's ready to do something to make the future different from what the past was. So, Minasya nama tatha. Pratyutpannamatihi. Pratyutpannamatihi. Pratyutpannamatihi. So prati nama that which apatkalaha in something happens very difficult situation and then he's ready to think about that and make it and make a solution in crisis pratyutpanamatihi ayad bhavishyah vadati yat bhute yat asit अथवा यद् यद् नाम भूते यत् आसीत् इति न किन्तु यद् भविष्यति तस्य तद् भविष्यति एव वयं किमर्थं किमपि कर्तुं न शक्नुमः अस्माकं चिन्तनेन किमपि कर्तुं न शक्नुमः यद् यद् भविष्यति भविष्यति अवगतं वा अवगच्छामि अहं न जानामि स्म नाम सन्ति तर्हि सर्वे नामानि सन्ति नामानि सन्ति सो ऐ यूस्ड् अ लॉट ऑफ टाइम ट्राइंग टु फिगर आउट व्हाट वाज गोइंग ऑन बिकॉज़ आई थॉट दोज़ वर अस्तु इदानीम् अवगच्छति अस्तु तर्हि अस्माकं समयः समाप्तः तर्हि कोऽपि प्रश्नः अस्ति वा अस्तु समीचीनं तर्हि विरमाम अग्रिमे सप्ताहे मिलामः हा पञ्चमी विभक्ति तस्यां सर्वेषाम् अभ्यासः वाक्यानि भवेयुः पञ्चमी विभक्ति यत् सर्वनाम्ना सह अस्तु यथा वयं कृतवन्तः समीचीनम् अस्तु अस्तु तर्हि विरमाम नमस्कारः नमस्कारः नमस्कारः